नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणं ल्यप् प्रत्ययः इति पाठः अनुवर्तते. तत्र गतसप्ताहे वयं तत्र वाल्यपि इति सूत्रात् आरभ्य किञ्चित् दृष्टवन्तः. तत्रैव व्यवस्थितविभाषा इति आसीत्. तत्र अवशिष्ट एकादशधातवः सः वाल्यपि इति सूत्रेण पञ्चादशधातूनां ग्रहणम् आसीत्. परन्तु तत्र व्यवस्थितविभाषा इति कारणेन तत्र गम नम यम रम इति मकारान्तधातूनां तत्र अनुनासिकलोपः भवति वाल्यपि इत्यनेन अनुनासिकलोपः वाल्यपि. अनन्तरं ह्रस्वस्य प्रतीकृति तुक् अतः आगत्य इति रूपम् आगम्य आगत्य इति तत्र वाल्यपि इति सूत्रेण विकल्पेन अनुनासिक लोपः. अवशिष्ट एकादशदातवः आसीत्. तेषां का गतिः इत्युक्ते तत्र अनुनासिकलोपः नित्यं भवति. तदेव व्यवस्थितविभाषा इत्यस्य वैशिष्ट्यं. प्रायोगः वन्योः ल्यप् तत्र अनुनासिकलोपः ह्रस्वस्य प्रतीकृति तुक् प्रवत्य इति रूपम् आहत्य प्रमत्य इति एतादृशरूपाणि भवन्ति अवशिष्ट एकादशधातूनां कृते. अनन्तरं तत्र उपसर्ग किमासीत् तत्र चिन्तनमेव इति धातु तद् तत्र तु चिन्तनमेव आसीत्. प्रायोगः ऋण मम एकः प्रश्नः वदतु. श्रुतवान् गतकक्षायां तत्र व्यवस्थितविभाषा इति तत्र सूत्रेण दत्तमस्ति खलु तत् व्याख्यानतः एव वयं व्याख्यानतः तदेव व्यवस्थितविभाषा इत्युक्ते व्याख्यानतः एव अवगमनं भवति. वयं तत्र सूत्रे किमपि न उक्तं विभाषा इत्येव उक्तं. वाल्यपि इत्यत्र विभाषापदमपि अनुवर्तते एव किल. अनुनासिक अनुदात उपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः वाल्यपि तावदेव अस्ति. तत्र व्यवस्थितविभाषा वा उभयविभाषा वा कथं जानीमः इत्युक्ते व्याख्यानात् एव. तत्र किमपि न तत्र केवलं मकारान्त इति कथं तदपि व्याख्यानात् एव तदपि न उक्तम्. अनुनासिक अनुदात उपदेश वनति तनोत्यादीनाम् इत्येव उक्तं. तत्र एकादशधातूनां कृते अन्यकार्यं पञ्च चत्वारः अन्यकार्यम् इति किमपि न उक्तम्. अतः तत्र तदपि सूत्रं पश्यामः चेत् तत्र सर्वेषाम् अपि विकल्पेन भवति इति सत्यं. आम् तादृशव्यवस्था अत्र तादृशी व्यवस्था. आम् तद् दृष्ट्वा एव व्याख्यानं पठित्वा एव अवगन्तुं शक्यते. अतः तत्र प्रयोगः ऋण योगः ल्यप् इति आसीत्. तत्रैव वयं वाल्यपि इत्यनेन अनुनासिकलोपः कृतवन्तः. प्रयोगः ऋ योगः य तत्रैव अस्माकं चिन्तनं प्रथमं बलाबलचिन्तनं किम् इत्युक्ते वाल्यपि इत अथवा उपसर्गात् ऋतिधातुः तत्र द्वयोः मध्ये कस्य कार्यम् इति. तत्र प्रयोगः ऋण् योगः ल्यप् इत्यत्र वाल्यपि परसूत्रम् अङ्गकार्यम् अतः तस्य प्राप्तिः. प्रयोगः ऋ योगः य इदानीं तत्र ह्रस्वस्य प्रतिकृति तुक् पुनः उपसर्गात् ऋतिधातुः युगपत् प्रसक्तिः पुनः अस्ति. उपसर्गात् ऋतिधातुः यद्यपि तत्र परसूत्रं नित्यसूत्रं तदा पूर्वमपि तस्य कार्यम् अभवत् भवति इदानीमपि तस्य प्रसक्तिः अस्ति इत्यनेन नित्यसूत्रम्. परन्तु तत्र अन्तरङ्गत्वात् ह्रस्वस्य प्रतीकृति तुक् इत्यस्य एव प्राप्तिः भवति. अतः उपसर्ग ह्रस्वस्य प्रतीकृति तुक् इत्यनेन तुकागमः अनन्तरम् इदानीम् उपसर्गात् ऋतिधातुः इत्यस्य अन्ते कार्यं प्राप्य इति रूपम् तदेव उपसर्गात् ऋतिधातुः दृष्टवन्तः. सम्प्रसारणी हलन्तदातवः परिचितसूत्रमेव. वचिस्वपि यजादीनां किति इति सूत्रं तत्र प्रयोगः वच् योगः ल्यप् सम्प्रसारणी धातुः वच् तत्र सम्प्रसारणवर्णः पकारः तस्य स्थाने उकारः प्र उच्य प्रोच्य प्र उ आ उ सम्प्रसारणात् च अनन्तरं प्रोच्य इति रूपं प्रसुप्य प्रयोज्य इति तत्र वचिस्वपियजातीनां किति इत्यनेन सम्प्रसारणं भवति. एतत् सर्वं वयं जानीमः. अनिदित् धातवः इत्युक्ते अनिदितां हल उपादायां निति इत्यनेन तत्र नकारस्य लोपः भवति. किति इति प्रत्यये परे प्रमन्त्ययोगः ल्यप् प्रमत्य प्रस्रस्य प्रध्वंस्य इति सर्वत्र तत्र अनिदित् धातवः अतः नकारस्य लोपः भवति. एतदेव महोदयेन कृतं तद् दीर्घपट्टिका अस्ति किल तद् कृतम्. इदानीं तत्र स्कन्द् स्यन्द् इति धातुद्वयं तस्मात् एव आरम्भं करणीयं किल महोदय भवतः क्रमः विशेषः तथा एव खलु अनिदितं हल उपादय किति इत्यनेन अनिदित हलः अङ्गस्य उपादयः न लोपः इति नीति प्रत्यये परे इति अस्ति. विशेष स्कन्द् स्यन्द् इति धातुः स्कन्दिर् गतिशोषणयोः अपि च स्यन्द् स्यन्दू इति प्रस्रवणे चेति भुवादिगणीयधातुः अनिदितौ स्तः. स्कन्दिर् इरित् न तु इदित् अतः इति नीति प्रत्यये परे अनयोः द्वयोः धातोः धातोः नकारलोपः भवति स्म अनिदितां हलः उपादायाः निति इति सूत्रेण. किन्तु क्वि स्यन्दि स्यन्दोः इति सूत्रेण इदं कार्यं निषिध्यते. वस्तुतस्तु अनेन सूत्रेण द्वाप्रत्यये परे नकारलोपः निषिध्यते. तदा स्थानिवद्भावेन रपि परे अपि तथैव निषेधः भवति इति अस्ति अत्र. यथा प्रयोग स्कन्द् इति अस्ति इति उपादायं नकार अस्ति लेप् योग लेप् अनिदितां हल उपादाय गिति इत्यनेन अनिदितां धातूनाम् उपदा नकारस्य लोपः भवति इति निति प्रत्यये परे. क्वि स्कन्दिस्यन्दोः इत्यनेन स्कन्धातोः उपदा नकारलोपः न भवति त्वा प्रत्यये परे. स्थानिवद्भावेन लपि परे अपि तथैव निषेधः. प्रयोग स्कन्द् योगया प्रस्कन्द्य एवमेव प्रस्यन्ध्य इति भवति. तत्र क्वि प्रत्य त्वा प्रत्यये परे त्वा इत्यस्य तत्र क्वि इति सप्तमी क्वि स्कन्दि स्कन्द्योः इति सूत्रेण तत्र अनुदितं हलः उपादायति इति सूत्रस्य निषेधः अस्ति. तत्र नकारलोपः न भवति. 6424A 6431 अस्तु. अतः नकारलोपः न भवति. अतः प्रस्कन्द्य प्रस्यन्द्य प्रस्यन्द्य इति भवति. सूत्रमस्ति क्वि स्कन्दिस्यन्दोः इति षष्ठाध्यायस्य चतुर्थपादस्य एकत्रिंशत्तमं सूत्रमस्ति. स्कन्दधातोः स्यन्दातोः च उपदा नकारस्य लोपः न भवति त्वा प्रत्यये परे. एतौ द्वौ धातुः अनिदितौ अपि च अपि च त्वा प्रत्यये कित्. अतः अनिदितां हलः उपादायाः इति इत्यनेन अनयोः धातोः त्वा प्रत्यये परे नकारलोपः जायते स्म. तदा प्रकृतसूत्रेण इदं कार्यं निषिध्यते. स्कन्दिश्च स्यन्द् तयोः इतरेतरद्वन्द्वः स्कन्दिस्यन्दौ तयोः स्कन्दिस्यन्दोः स्यन्दोः त्वि इति त्वा शब्दस्य सप्तम्यन्तं रूपं स्कन्दिस्यन्दोः षष्ट्यन्तं द्विपदमिदं सूत्रम् चान्नलोपः इत्यस्मात् नलोपः इत्यस्य निवृत्तिः अनिदितां हल उपादायः निति इत्यस्मात् उपादायः इत्यस्य निवृत्तिः नाञ्जे पूजायाम् इत्यस्मात् न इत्यस्य निवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. स्कन्दिस्यन्दोः अङ्गयोः उपादायः नलोपः त्वि न इति एतत् सूत्रम् अपवाद निषेधसूत्रमस्ति अनिदितां हल उपादाय इति इत्यनेन. एतौ द्वौ धातुः स्तः. तत्र स्यन्द् अपि च स्कन्द् इति स्यन्द् इति प्रस्रवणे स्कन्द् इति गतिशोषणे इति एतेषां एतयोः तत्र नकारलोपः न भवति त्वा प्रत्यये परे. अतः त्वा स्थाने लेप् इति आदेशात् तत्र स्थानिवद्भावेन लपि अपि तत्र नकारलोपः यत् भवति स्म अनिदितं हलोपदः इति इत्यनेन इदानीं तत्र निषेधं भवति. अतः नकारः तिष्ठति इति अस्ति. सम्यक्. आम् तदेव स्कन्द स्कन्द् इत्यत्र गतिशोषणयोः स्कन्दति स्कन्दः इति एतस्मात् धातुतः आगच्छति वा स्कन्दः गति गति वा शोषण गतिशोषणयोः इति भवति किल द्वयमपि अस्ति गति गति अर्थकापि च शोषण ड्रै स्कन्द स्यन्द् किल स्यन्दते तद् प्रसिद्धरूपम् प्रस्रवणे स्यन्दते स्यन्दते स्खन्दते संशयं तदेव विशेषद्वयं स्कन्द स्यन्द् यद्यपि तत्र नकारः अस्ति तस्य लोपः न भवति अस्तु अरुणा भगिनी आं भगिनि नमस्कारः श्रूयते वा आम् आम् निजन्तदातूनां ल्यप् विधानप्रक्रिया निच् प्रत्ययः द्विविधः स्वात्तिकः निच् प्रत्ययः प्रेरणात्मक निच् प्रत्ययः च चुरादिगणे यः निच् प्रत्ययः विधीयते तस्य संयोजनेन यः धातुः निष्पद्यते सः स्वार्थे भवति हेतुमति च इति सूत्रेण च निच् प्रत्ययः विधीयते तस्य संयोजनेन यः धातुः निष्पद्यते सः प्रेरणार्थे भवति उभयत्र स्वास्थ्ये च प्रेरणार्थे च निजन्तदातुः इत्युच्यते ओके जानीमः निजन्त प्रक्रिया द्विविधम् अस्ति स्वार्थे निच् प्रेरणार्थे निच् इति वयं जानीमः चुरादिगणे स्वार्थे निच्यतेन रूपं भवति परन्तु हेतुमति च इति सूत्रेण प्रेरणार्थे निच् समये प्रेरणार्थे कार्थेन अत्र हेतुमति च सूत्रेण निच् दीयते रूपमपि समानमेव परन्तु न रूपं न भगिनि रूपं समानमेव चोरयति इत्येव आगच्छति हेतुमति च वा भवतु सत्यापपाशलोप तद् भवतु चोरयति इत्येव आगच्छति परन्तु अर्थः भिन्नः स्वार्थे वा प्रेरणार्थे वा इति द्रष्टव्यम् उदाहरणार्थं दत्तं स्वार्थे निच्पत्तया चुर् योः निच् चोरि जानीमान्य चत्र नकार चकार अपगच्छति ई एव अवशिष्यति छुट्टु सूत्रेण नकार गच्छति गुण भवति चोरि भवति कथा निच् अत्रापि कथि भवति गण निच् गणि चिन्ता निच् चिन्ति बच् इव निच् परिक्षि प्रेरणा योगः निच् तत्र किं भवति एकवारं स्मरामः किञ्चित् अग्निचुर्योगः निच् चुरुयोगः ई तत्र कथं चोरि भवति चुर् सार्वजातक आदर उगन्तरूपदस्य सूत्रेण निच् किल आददातुकप्रत्ययः न भगिनि आम् तत्र चुर् चकारः उकारः रेपः अस्ति अनन्तरम् इ इति अस्ति किल एकं सूत्रं किम् आसीत् अचोनिचि इति भवति किल अचोनिचि अपि च एतत् अत उपादायः अकारस्य अचोनिति इति अजन्ताङ्गस्य चुर् इत्यत्र पुगन्तलघुपदस्य एव समीचीनं भगिनि सम्यक् एव वदतु चुर् चोर् चोरु चोरियोग चोरि समीचीनम् कत् तत्र एव अस्माकम् एतत् कत् धातुः अकारान्तधातुः स्थानिवद्भावेन अत्र कोऽपि न भवति तत्र तत्र एव अस्माकं चिन्तनं बहुवारं तत्पूर्वविधिः भवति इति बहुवारं पठितवन्तः किल. तत् गण कत् गण द्वयं किल द्वयोः एव अकारान्त दत्तवान् सत्यम्. तेषां अतो लोपः भवति अकारलोपः भवति परं स्थानिवत् भवति इति इदानीं तत्र अचपरस्मिन् पूर्वविधौ इत्यनेन तत्र अतः तत्र अतौपद इति कार्यं न करोति इति वयं दर्शयामः. सत्यम्. अथवा खाटयति इति रूपं भवति स्म परन्तु तद् न भवति इति अचपरस्मिन् पूर्वविधिः तादृशं दृष्ट्या तत् कथि इत्येव भवति गणगणि तदपि समानम् तदेव सत्यं सम्यक् प्रेरणार्थे पट्युगणि पाठे भवति अत्र अकार अस्ति उपायां सूत्रमस्ति अथ निति भगिनी अथ उपाय दीर्घा भवति दीर्घ पाट् अपत्रे पाट् युगहि पाठे भवति तदेव लिख् युगहनिच् अत्र भवति सम्यक् लेखि भवति गम् युगनिच् गमि गम् दातु मित् धातुः गम् इति मित् अतः तत्र एकं सूत्रं दृष्टवन्तः किल मितां प्रस्वः इति तदेव भवति किल एकनिमिषं भगिनि मम अपि मितां ह्रस्वः अनेन ह्रस्वत्वं भवति मितां ह्रस्वः सूत्रसङ्ख्या कोऽपि स्मरति वा धन्यवादः भगिनि. 6492 मितां ह्रस्वः मित्संज्ञकस्य अङ्गस्य उपदावर्णस्य निच् प्रत्यये परे ह्रस्वदेशः अतः अत्र गम् इति मकारः यस्मिन् धातौ इत्संज्ञकः सः धातुः मित्संज्ञकः गमि इति मकारः अतः तत्र अथ उपादायाः इत्यनेन गां योगः इ मितां ह्रस्वः इत्यनेन ह्रस्वादेशः गम् योगः इ गमि इति धातुसंज्ञा मितां ह्रस्वः इति सूत्रम् अस्ति प्रथमम् अथ उपादायः इत्यनेन दीर्घः भवति अनन्तरं मितां ह्रस्वः इत्यनेन पुनरपि ह्रस्वत्वं भूत्वा सत्यं सत्यम् आं भगिनि अग्रिमं निजन्तदातो क्रूयोगः निच् अत्रापि गुण भवति कारि भवति वृद्धि भवति भगिनि वृद्धि एव कारि अचोण् इति सूत्रेण श्रूयोगनिच् अत्रापि किमर्थं श्रावि समानं कृ यदा श्रु कृ तदा एव श्रु अपि अचोण् इति वकार कथम् आगच्छति भगिनि श्रव् दातु श्रव् योगः अवादेशः वा वृद्धि समीचीनम् श्रो योगः इ अनन्तरम् अवादेशः एचोयवायावः अव् श्रावि निजन्तदातौ आं भगिनि अवगतम् निजन्तदातौ निच् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् अपि च तस्मात् हल् वर्णात् पूर्वं लघु अच् वर्णः अस्ति चेत् तर्हि लघु ल्यपि परे नेः स्थाने ऐ आदेशः भवति ल्यपि लघुपूर्वात् इति सूत्रेण ल्यपि लघुपूर्वात् इत्यनेन लघु अच् वर्णात् नेः ऐ आदेशो भवति लपि परे किं वदति उदाहरणं पठामि तदन्न अवगतं प्रा युगः खटि युगः ल अत्र अन्ते अचुवर्णः अस्ति लपि लघुपूर्वात् इत्यनेन लघु अचुवर्णात् ने प्रायोगः खट् योग ऐ ई नास्ति ऐ भवति अतः प्रकटय तत्र टकारात् पूर्वं खट् इति धातुः खट् इति धातोः टकारः हलन्तधातुः टकारात् पूर्वं लघुवर्णः लघु इत्युक्ते स्वरः किल अकारः अस्ति अनन्तरमेव वयं निच् ई योजयामः खटि इति जातः इदानीं तद् निच् नेः अस्ति किल तत्र इकारः एव अवशिष्टः तस्य स्थाने ऐ इति आदेशः अतः प्रकटय्य इति यकारद्वयं श्रूयते ल्यब् ल्यप् इत्यत्र यकारः ऐ इत्यत्र एकः यकारः अतः धातुः स्वीकरणीयः तस्मात् पूर्वं ह्रस्ववर्णः अस्ति वा इति द्रष्टव्यं कटि इति पश्यामः चेत् भ्रमः भवति कट् कट् इति धातुः टकारात् पूर्वम् अकारः ह्रस्वः अनन्तरं तत्र ईकारस्य स्थाने ऐ आदेशः अनन्तरं यद् ल्यप् इत्यत्र यकारः प्रकटय्य इति तत्र यद्वयम् धन्यवादः भगिनि धन्यवादः भगिनि प्रायः विजया भगिनी विजया भगिनी पठति वा तत्र केवलं तत्र प्रायः यत्र निजन्ते यत्र अतौपदय यत्र कार्यं न करोति तेषां धातूनामेव तत्र रूपाणि एकादृशं भवति किमर्थं तत्र यद्यपि उक्तम् इकार पद इकारस्य सर्वदा गुणः भवति खलु इकारस्य उकारस्य सत्यं यत्र अकारस्य वृद्धिः न भवति तत्र एव अस्य लपि लघुपूर्वात् इत्यस्य प्रसक्तिः भवति समीचीनम् आम् आम् हलन्तधातुः भवेत् अस्माकं कथायां ह्रस्वाकारः भवेत् खलु ह्रस्वाकारः तदेव सत्यं तत्र अस्माकं कथगण इति धातुः तत्र न भवति तत्तु हलन्तः नास्ति किल कथधातु अत्र अथ उपादायाः किमर्थं कार्यं न भवति भगिनि कट् कट् धातुः एकनिमिषं कट कट कट कट इति न कट् धातुः कट् धातु कट् अथ उपादायाः इत्यनेन काटि तत् एतत् मितां ह्रस्वः प्रायः तत्र ओं कट् मितां धातु प्रायः तदेव खलु अनेन एव खलु पश्यामः निजादिगणे व्यपि लघुपूर्वात् किल व्यपि लघुपूर्वात् ह्रस्व ल्यपि परतः लघुपूर्वात् वर्णात् उत्तरस्य णेः अयादेशः भवति तद् समीचीनं नेरङ्गस्य अपवादः आम् तद् समीचीनं परन्तु किमर्थं तत्र अथ उपादायः न भवति इति पश्यामि गमि इति अस्य गमि दिस् इस् आल्सो मित् धातु कट् इत्यपि मित् इति मित् धातुः वा चिन्तयामि भगिनि एकनिमिषं पश्यामः अत्र नास्ति, तत्र तु न दत्तं किल. ह्रस्व ह्रस्वयलोपालोपानाम् असिद्धत्वं न भवति समानाश्रयत्वात् ह्रस्वादयो हि णौ ल्यपि नेरयो देशो भवति. लघुपूर्वादिति किं तपाति लघुपूर्वात् इति लघुः पूर्वात् यस्मात् इति ओके. किमर्थं तत्र अत्र उपादायः न भवति? ह्रस्वयलोपात् लोपानां, लोपात् लोपानाम् इत्युक्ते किं, कथं समानाश्रयत्वम् अत्र? एतत्तु असिद्धवत् अत्र तस्मिन् क्षेत्रे अस्ति, परन्तु पट् इत्यत्र पाट् इति अभवत् किल, पट् इत्यत्र किमर्थं काट् इति न अभवत्? मिच्छि अस्ति, तदपि समीचीनं प्रेरणार्थे. एतद् चुरादिगणीयधातुः वा कट् इति काठयति इति रूपं? चुरादिगणे कठि एव दृश्यते. परन्तु किमर्थम् अत्र न भवति? किमपि काटयति इत्येवल् अस्ति, तत्र किमपि तत्र निषेधः नास्ति. अतः एतदपि तत्र मित् मित् मिदादिगणे नास्ति प्रायः मिदाति. तत्र लघु अच्वर्णात् इत्युक्ते पट् इत्यत्रापि लघु अच्वर्णः एव किल. किमर्थम् नेरनिटि इत्यस्य अपवादः, नेरनिटि इत्यस्य अपवादः किमपि विषयमस्ति तत्र? कस्य धातुः अत्रापि अन्यत्र अस्ति वा इति पश्यामि. मित् धातु लिस्ट् वेर् वुड् इट् बि बिगिनिङ्ग्? ऐ प्लीस् टु सी दट् इन् मितां ह्रस्वः अण्डर् दट् सूत्र मे बि. समीचीनम्. तत्र प्रायः भवति कटति, कटति इति अपि अस्ति रूपं. तत्तु एतद् अस्ति खलु, तत्र सामान्यरूपम् अस्ति खलु, सामान्यरूपम् अत्र काटयति इति अस्ति. तत्र काटयति निजन्ते, निजन्ते किल, निजन्ते. अतः तत्र किमर्थं तत्र वृद्धिः बाधितः इति तदेव मम प्रश्नमपि. सां ह्रस्वः इति तत्र घटादयमितः इति अस्ति, एकं जपादयमितः जप चः बलचि इति अस्ति. घटादयमिति इत्यनेन दातव मिसंज्ञका विद्यमान घटाद अन्तर्गणे घटादयः अस्ति इति तत्र नास्ति. एतद् अथ उपादायाः इत्यस्य किमपि नत्र एतद् नास्ति. अतः कटि इति खलु धातु कटि इति कटिं गातौ इति धातुः समीचीनं. पट् धातुः, पट् धातुः अस्ति, पट् एव खलु, तदपि नास्ति पाट् पाट्. अतः ईकारः ईकारस्य इत्संज्ञा इति किमपि वा तादृशं किमपि न दत्तं? नास्ति अत्र, नास्ति अत्र. अनेन एव अत्र वृद्धिः न बाधितं भवति खलु. तत्तु एतत् कथा इति उपदे तत्र लोपः न भवति खलु, तत्र तिष्ठति कथा इति अकारान्तधातुः अस्ति, तानिवद्भावः इति किमपि नास्ति, कट् इत्येव अस्ति खलु. द्रष्टव्यं कुत्रापि अन्यत्र, अत्र किमपि न दत्तम्. सिद्धवत् अत्र, अत्र न्यासः इत्यत्र किं लिखितम् इत्युक्ते अत्रापि नकारः नकारः लघुपूर्वः ननु ह्रस्वादयः एव वात् शास्त्रीयाः अयादेशो अपि तत्र असिद्धवतत्राभात् इति ह्रस्वादीनाम् असिद्धवा असिद्धत्वात् लघुपूर्वत्वं मकारादे वर्णस्य न उपपद्यते मकारादेः वर्णस्य इति आह ह्रस्वादीनाम् असिद्धत्वं लघुपूर्वत्वं मकारादेः वर्णस्य न उपपद्यते एतत्तु मकारादिः नास्ति किल कुत्रचित् अन्यत्र द्रष्टव्यम् अत्र तु किमपि पूर्वस्मात् तत्र सिद्धान्तरूपेण प्रष्टव्यं सिद्धान्त एतत् ये सम असिद्धवत् अत्र अभात् इत्यत्र इत्यस्मिन् क्षेत्रे एव अस्माकम् अथ उपादायः न आगच्छति किल सिक्स् वन् चतुर्थे पादे अस्ति खलु तत् चतुर्थपादे एतत् तद् एतद् असिद्धवत् अत्र अभात् इत्यत्र अस्ति व्यपि लुक् पूर्वात् तद् पूर्वम् असिद्धवत् क्षम्यताम् अथ उपादायः सिक्स् वन् किल अथ उपादायाः सेवेन् सेवेन् टु सेवेन् टु अङ्गकार्यं अङ्गकार्यं सेवेन् टु भगिनि सेवेन् टु वन् वन् फैव् सम्थिङ्ग् लैक् देट् वन् वन् फैव् अथ उपादायः सम्यक् तद् तु तस्मिन् क्षेत्रे नास्ति अङ्ग उपादायाः अकारस्य स्थाने ङिति णिति च प्रत्यये भवत्रे वृद्धिः भवति इत्येव अथ इति समीचीनम् उपादायाः उपादाय अथो वृद्धि इदानीं यत्र तत्र खठ इति धातुः कठ् इति धातुः तत्रापि उपादायाः कारः भवितुम् अर्हति खलु वृद्धिः किमर्थं न अभवत् तत्र णिच् इत्यत्र एव किमपि णिचः पूर्वं लघुस्वरः खटि ओ तस्मात् पूर्वमेव अत्र अथ उपादायाः भवति अतः तत्र लघुपूर्वः नास्ति इदानीं तत्र यद् यद् मया अवगम्यते तद् वदामि तत्र खट् इति धातुः तत्र इञ्च् योजनेन खटि इति जातः तत्र इदानीं ल्यपि लघुपूर्वात् इकार खट् इत्यस्य पूर्वम् अकारः अस्ति इति कारणेन तत्र ऐ आदेशः भवति पट्टियोगः णिच् इत्यत्र अथ उपादायाः इत्यस्य कार्यं प्रथमं जातम् अतः तत्र लघुपूर्वः नास्ति पाटी इति दीर्घः अस्ति अतः ल्यपि लघुपूर्वात् इत्यस्य कार्यं तत्र न जातम् परन्तु इदानीमपि प्रश्नः अस्ति तत्र कथम् अथ उपादायाः प्रथमं भवति अत्र किमर्थं न अत्र सर्वत्र भवेत् खलु तर्हि तादृश इत्यपि हलन्तदातुः किमर्थं तद् एकस्मिन् पक्षे अवगतम् यजन्तदातौ निष्प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् समीचीनं तदेव निष्प्रत्यय अथ उपादायः सेवेन् फोर् तद् बाधित्वा अत्र ल्यपि लघुपूर्वात् कार्यं भवति वा इतोपि चिन्तनं करणीयं तद् पूर्वं पूर्णता नास्ति अत्र एतदेव मुख्यविषयः किल कुत्रचित् अन्यत्रापि पश्यामि तत्र वा तद् कृदन्त आम् कृदन्तरूपनन्दिनी इति अस्ति खलु तत्र इदानीं मम पार्श्वे अस्ति परन्तु इदानीं तत्रापि पश्यामि मातुः पुस्तके किमपि न दत्तं तावदेव दत्तम् लघुशब्देन्दुशेखरः अस्तु वयम् अग्रे पठामः अहं किञ्चित् द्वितीयदोषदर्शकभाष्यम् अल्लोपे च गुरुपूर्वात् प्रतिषेधो वक्तव्यः कुत्र पठति भगिनि नो ऐ वास् अन् ऐ वास् रीडिङ्ग् द 6456 महाभाष्यं अत उपादायाः इत्यस्य अग्रिमसूत्रं किं न तद्धितप्रत्ययपरे किमर्थं बाधितम् इति एकमेव तत्र विषयः कुत्रचित् अस्ति इदानीं अस्तु विजया भगिनी तद् लघु अपि लघुपूर्वात् त्यजामः अथवा पुनः पुनः तत् प्रश्नः एव आगच्छति वयं किञ्चित् अग्रे सरामः तत् प्रश्नद्वयस्य उत्तरं द्रष्टव्यं लपि लघुपूर्वात् अनन्तरं निचः पूर्वं लघुस्वरः नास्ति चेत् तस्मात् पठामः अयादेशः न भवति तद् पठतु भगिनी विजया भगिनी वा विजया भगिनी ड्राप् अभवत् वा काल् तत्र सा इदानीं दूरवाणी कृतवती तत्र तस्य शी नाट् एबल् टु रीच् ओ ओ ओ आडियो समस्या अस्तु अस्तु निश्चः पूर्वलघुस्वरः नास्ति चेत् यपि अयादेशः न भवति अत्र प्रयोगः ताडि योगः यप् अस्ति नेरनिटि इत्यनेन यस्य अर्धधातुकस्य प्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययादेशे लोपः भवति अतः तत्र ताडि इत्यस्य इकारस्य लोपः भवति प्रायोगः ताड्योगः यप् मध्ये यकारः तिष्ठति अतः तत्र अन्तिमरूपं प्रताड्य इति भवति एवमेव प्रायोगः चोरि अत्रापि इकारस्य लोपः भूत्वा अत्र किमपि उपमन्त्रीय अपि उपसर्गः एव उपनि मन्त्रीय कार्यं करोति खलु आम् उपनिमन्त्रिय इकारः लोपः भवति किल अतः उपनि मन्त्रय उपनिमन्त्र्य अग्रे नेरनिटि तत्र प्रथमवाक्यम् अनुवृत्ति सहितु भवति पठामेव आं भगिनि पठतु. तत्र भवत्याः दूरवाण्या तत्र किमपि क्लेशः अस्ति वा? रङ्ग् रङ्ग् सौण्ड् आगच्छति. इदानीं श्रूयते? इदानीं समीचीनं. भवती पठतु, अहं मध्ये भवामि. यद्यपि लघुस्वरः नास्ति, लघुस्वरः नास्ति, अपि तस्य लपि सिंहशापः इति सूत्रेण ड्राप् अभवत् वा? आम् उषा भगिनी दृष्टवान्. तत्रापि तत्र निजन्तस्य नास्ति, केवलं तत्र सामान्यस्य एव अस्ति, सामान्यस्य एव अस्ति, निजन्तघातनाम अस्ति लेप्. अस्तु, तत्र तत्र रूपं न दत्तं निजन्तघातनम्. अत्र आप् धातोः अपि तस्य प्रसक्तिः अस्ति, किं लपि लघुपूर्वात् इत्यस्य. यद्यपि तत्र उपधायां लघुवर्णः एव नास्ति, तदापि तस्य प्रसक्तिः अस्ति. तत्र नूतनसूत्रेण भवति, अत्र विभाषा इति उक्तमपि सूत्रे उक्तं. सूत्रे उक्तम्. अस्तु भगिनि, भवती एव पठतु. आप् धातोः भगिनि? आम् आम्. आप् धातोः विकल्पेन अयादेशः. निजन्त आप् धातोः यद्यपि लघुस्वरः नास्ति, तथापि तस्य ल्यपि परे नेहे विकल्पेन अयादेशः भवति विभाषापः इति सूत्रेण. ऐ आदेशः, ऐ आदेशपक्षे, ओ विकल्पेन इत्यनेन विभाषा आपः इत्यनेन ऐ आदेशपक्षे प्रयोगः आपीयोगः ल्यप् विभाषापः इत्यनेन प्रयोगः आप् योगः ई स्थाने ऐ आदेशः भवति. प्रयोगः आप् योगः अकारयकार ऐ अकारयकार अनन्तरं योगः यकारः प्रापय्य प्र आप् ऐ प्रापय्य प्रापय्य ऐ आदेश आदेशविपक्षे प्रयोगः आपियोगः ल्यप् नेरनिटि इत्यनेन नेरनिटि इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति, तस्मात् पूर्वं णी प्रत्ययस्य लोपः भवति. प्रयोगः आपयोगः य प्राप्य प्राप्य एव तदेव प्रसिद्धं मुख्य. निजन्त आप् धातोः विभाषापः इति एकं सूत्रं. विभाषापः इत्यनेन यस्य ल्यपि परे विकल्पेन ई स्थाने अकारयकार ऐ आदेशः भवति विभाषापः इति सूत्रेण. ऐ आदेशपक्षे प्रापय्य इति भवति ईकारस्य प्रयोगः आपीयोगः ल्यप्. मुख्यविषयमस्ति यद्यपि लघुस्वरः नास्ति, निजन्त आप् धातोः यद्यपि लघुस्वरः नास्ति, तथापि विभाषापः इति सूत्रेण विकल्पेन अयादेशः भवति. यतोहि पूर्वं वयं दृष्टवन्तः लघुस्वरः अस्ति चेदेव वाट् सूत्रम् अस्ति यद्यपि लघुपूर्वात् तदेव अस्माकं क्लेशः. आम् आम्. ऐ आदेशः नास्ति चेत् प्रयोगः आप्योगः यकारः एव भवति, यतोहि ई प्रत्ययः लोपः भवति नेरनिटि इत्यनेन. ल्यप् प्रत्ययः आर्धधातुकप्रत्ययः इडागमः नास्ति, वलादि नास्ति. सो प्रयोगः आप् इकारलोपः प्राप्य एव भवति. विभाषापः निजन्त आप् धातोः नेहे ऐ अकार ऐ आदेशः विकल्पेन भवति ल्यपि परे. सिद्धान्तकौमुद्याम् आप्नो आप्नोः आप्नो आप्नोः मिस्सिङ्ग् आप्नो आप्नो तेर् तेर्नो तेर्ने तेर्णे अयादेशः वा स्यात् ल्यपि टैप् आप्नोतेः आप्नोतेः आप्नोतेः भगिनि आप्नोतेः नेः अयादेशः वा स्यात् ल्यपि मम मम दोष ओन्ली इन् मै रीडिङ्ग् आप्नोतेः आप्नोतेः आप्नोतेः नेः अयादेशः वा स्यात् ल्यपि विभाषा प्रथमान्तम् आपः पञ्चम्यन्तं द्विपथमितं सूत्रं नेरनिटि इत्यस्मात् नेः इत्यस्य अनुवृत्तिः अयाम् अन्तात् अन्तात् ल्वा ये विष्णु विष्णुषु विष्णुषु अन्तात् अन्तात् वाप्येत् वाप्येत् विष्णु विष्णु निविष्णु इत्यस्मात् ऐ इत्यस्य अनुवृत्तिः ल्यपि लघुपूर्वात् इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य आपः नेः ऐ ल्यपि विभाषा निजन्त आब्धातोः नेः ऐ आदेशः विकल्पेन भवति ल्यपि परे प्राप्य इत्यपि साधु एव प्राप्य इति वयमेव तत्र बहुवारम् उपयोगं कुर्मः प्राप्य इत्यपि समीचीनरूपमेव विभाषा आपः इत्यनेन तत्र ल्यपि लघुपूर्वात् इत्यत्र किमपि इदानीमेव दृष्टं मया तत्र एस् सि वासु इत्यत्र भगिनी तत् प्राप्तं चेत् पठति वा 6456 तत्र एस् सि वासु एकवारं पठति वा अस्तु भगिनि akara ekara I is substituted for the e of me before the absolutive affix okay absolutive affix lyap when the vowel preceding the e is light lagu okay. das prashamaya gatah sandamaya gatah pravebhitaya praganaya but प्रपात्य गतः द बबल् प्रिसीडिङ्ग् द ई बीङ्ग् लाङ्ग् प्रपात्य गतः द बबल् प्रिसीडिङ्ग् द ई बीङ्ग् लाङ्ग् अत्र सन्दमय्य सन्दमय्य हियर् 6451 अप्लैस् 6451 द शार्टनिङ्ग् आफ् द एलिशन् आफ् य अण्ड् द एलिशन् आफ् अ शुड् नाट् बि कन्सिडर्ड् अस् असिद्ध as their place of operation is not the same the shortening and the elision of yakara and the elision of a the shortening the elision of a should not be considered as asiddha as their place of operation is not the same mitam rasvah iti shortening इत्यनेन वा य कथं एलिशन् अभवत् कुतः अण्ड् द एलिशन् आफ् अ not because siddha their place of operation is not the same thus sham yoga nich shami this a is shortened by 6492 and we have shami 6492 is the mitam rasvaha and we have shami this shortening is not to be considered as asiddha for if asiddha there being no lagu purva the present rule would not apply समानरीत्या पाटि इत्यपि अपि भवितुम् अर्हति खलु. दिस् शार्टनिङ्ग् इस् नाट् टु बि कन्सिडर्स् असिद्ध ओ पूर्वत्र न असिद्धवत् अत्र अबाधितनेन फार् इफ् असिद्ध अस्तु परन्तु तत्र 6464 इत्येव भवति अथोपदायाः पाटि इति 7 7 1 वा 7 2 7 2 तद् असिद्ध क्षेत्रात् बहिः अस्ति किल समीचीनं वा आम् सो देन् 6422 एकनिमिषम् असिद्धवत् अत्र अभात् 6417 5 पर्यन्तमेव अतः एतत्तु पाटि इति असिद्धक्षेत्रात् बहिः अस्ति अस्ति इकारः अस्ति इदानीं तत्र दीर्घत्वम् अस्ति अतः ल्यपि लघुपूर्वात् तस्य कार्यं न भवति मम अवगमनं एतादृशमेव अस्ति पठेयोगः निच् पाटि अथ उपादायाः अथ उपादायः इति 7 2 किल भगिनि आम् आम् भगिनि 7 2 इत्यनेन पाटि एतत् किं वदति निच् आवश्यकम् अस्य कृते ल्यपि लघुपूर्वात् इत्यत्र निच् आवश्यकं यदा वयं पाटि इति कुर्मः तदा एव तत्र इकारात् पूर्वं ह्रस्वस्वरः क्षम्यताम् आम् इकारात् पूर्वं ह्रस्वस्वरः अस्ति वा इति द्रष्टव्यं किल अतः तत्र पाटि इत्यत्र ह्रस्वस्वरः नास्ति अतः ल्यपि लघुपूर्वात् अत्र तत्र न कार्यं करोति परन्तु अत्र असिद्धक्षेत्रे अस्ति क्षमी इत्यत्र आं भगिनि भवती एव पूर्णतया पठतु तत्र अवगच्छामः दिश् ओके शामी and then okay shami bhavati this shortening is not to be considered as asiddha for if asiddha there being no lagu purva the present rule would not apply okay similarly vebidya is the intensive root its year is eluded by 6449 this elision is intensive is what vebidya vebidya यस्य हलः इति सूत्रम् हलः उत्तरस्य य शब्दस्य आर्धधातुके लोपो भवति हल् उत्तरस्य य शब्दस्य बेभ्यस्य हलः यस्य हलः अतो लोपः इत्यस्य कृते यकारलोपः भवति अत्र 6-4 तदपि अस्मिन्नेव क्षेत्रे अस्ति दिस् एलिशन् इस् बट् वाट् इस् वेबिद्य इण्टेन्सिव् रूट् इत्युक्ते किं फ्रीक्वेण्टेटिव् इस् निच् ऐ थाट् फ्रीक्वेण्टेटिव् इस् निच् इण्टेन्सिव् इस् किं भगिनि इण्टेन्सिव् न जानामि भगिनि संस्कृतेनैव पठितवती अतः अहम् इदानीम् उल्टा इङ्ग्लिश् किमपि अस्ति चेत् तस्य संस्कृते किं पदम् इति डिक्षनरी द्रष्टव्यम् इण्टेन्सिव् अफिक्स् किम् इत्येव जानामि अहम् इङ्ग्लिश् मूल इङ्ग्लिश् एव पठितवती भगिनि पूर्व न वा डेसिडरेटिव् इस् दि सन् प्रत्यय अब्सल्यूटिव् इत्युक्ते लेप् वा अब्सल्यूटिव् इस् लेप् ओ अस्तु इण्टेन्सिव् वेबिद् रूप् इति वदति अतः धातुः विषये एव किमपि किं वेबिद् ऐ यूस् टु नो बट् नौ ऐ फर्गाट् इङ्ग्लिश् वेबिद् इति धातुः नास्ति एकनिमिषं वेङ् इति धातुः अस्ति वेबिद् इत्यत्र क्षम्यतां वे इति उपसर्गः वा इण्टेन्सिव् फ्रीक्वेण्टेटिव् द यङ्ग् इस् दि इण्टेन्सिव् भगिनि फ्रीक्वेण्टेटिव् यङ्ग् कासेटिव् इस् विच् डेसिडरेटिव् इस् सन् फ्रीक्वेण्टेटिव् इस् इण्टेन्सिव् फ्रीक्वेण्टेटिव् आर् इण्टेन्सिव् इस् दि यङ्ग् द यङ्ग् रूपं भगिनि ओ अस्तु अस्तु अस्तु इण्टेन्सिव् माने ओ अस्तु अस्तु अतः यकारलोपः इट्स् यो इस् एडिटेड् बै 6449 यस्य हलः ओके अतः तत्रापि एकारः इति दीर्घः तदापि तद् भवति एव लपि लघुपूर्वक ओके द इ एफ् बि वुड् नाट् बि लघु ओ द इ एफ् बि वुड् नाट् बि लघु विद्य सिमिलर्ली द एलिशन् आफ् अ इन् गण विच् इस् अ रूट् विच् एन्स् इन् अ इस् नाट् कन्सिडर्ड् अस् असिद्ध फार् सिमिलर् रीसन्स् तदेव वयं दृष्टवन्तः किल कथ गण धातुः पूर्वम् इदानीमेव आसीत् अचः परस्मिन् पूर्वविधौ पूर्वविधौ अच परस्मिन् पूर्वविधौ आम् आम् तथा तथापि न भवति मम चिन्तनं सम्यक् वा इति न जानामि तादृशमेव भाति तत्र अत्र ल्यपि लघुपूर्वात् 6-4 इति असिद्धवत् अत्राबात् इति क्षेत्रे अस्ति अतः तत्र अथ उपादायाः इति प्रसक्त्या पूर्वमेव तस्य कार्यं भवति 6-4 अङ्गकार्यं 7 आल्सो अङ्गकार्यमेव परन्तु पाटि इति यदा अभवत् अथ उपादायः इत्यनेन तत्र दीर्घत्वम् अस्ति ल्यपि लघुपूर्वात् तत्र न भवति पट् इत्यत्र निश्च आवश्यकम् अङ्गकार्यम् एव आम् आम् सत्यं 6-4 प्रथम आरभ्य 7 अन्तपर्यन्तम् अन्यत्र कुत्रापि किमपि अन्यत् पश्यन्ति चेत् वयं पुनः तस्मिन् विषये चर्चयामः एतदेव चिन्तयामि तदेव अन्यत्रापि विभाषापः सर्वत्रापि अस्तु महोदय भवान् एव पुनः नेरनिटि इत्यस्य व्यवहारः विभाषापः अनन्तरं विभाषापः अनन्तरं नेरनिटि इत्यस्य व्यवहारः अस्तु चुरादिगणे प्रेरणार्थे वैशिष्ट्यं चुरादिगणे निच् प्रत्यय स्वार्थे विधीयते एव चुर्योग निच् चोरि तदा प्रेरणार्थे विवक्षा भवति चेत् द्वितीया णिच् प्रत्ययः विधीयते चोरियोग णिच् अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रमिदं नेरनिटि इति सूत्रं 6451 नेरनिटि यस्य आर्धत्कप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं णि प्रत्ययस्य लोपः भवति अत्र णि इत्यस्य अनुबन्धरहितत्वात् निङ् णिच् द्वयोः ग्रहणं भवति उभयत्र इ इत्येव अवशिष्यते नेहसत्यन्तम् अनिटि सत्यन्तं दिगतमिदं सूत्रम् अतो लोप इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति नेहलोपः अनिटि आर्धातुके इत्यत्र अनिट् आर्धातुकप्रत्ययपरे णिच् प्रत्यय णि इत्यस्य लोपः भवति णि इति उक्तं सूत्रे अतः केवलं णिच् नास्ति णि यद् यत्किमपि तत्र णित् प्रत्ययः णिङ् णिच् द्वयोः ग्रहणं तत्र णिङ् अपि णिच् इति द्वयोः ग्रहणं भवति अत्र तत्र नेः लोपः भवति यदि आर्धातुकप्रत्ययः अनिट् आर्धातुकप्रत्ययः अस्ति चेत् इदानीं चोरि योग इदानीं चोरि इति स्वार्थे स्वार्थे स्वार्थे स्वार्थिक धातुः अस्ति चोरि इति यस्मिन् एकः एक णिच् प्रत्ययः अस्ति इदानीं हेतुमति चेत् सूत्रेण पुनः भवति चेत् तत्र एकस्य लोपः भवति इति निच् इति अनिट् प्रत्ययः अस्ति अतः आर्धातुकप्रत्ययः अस्ति अतः नेः लोपः भवतु अत्र अग्रे निच् प्रत्यय वलादिः नास्ति इति कारणात् तस्य इडागमः न कदापि भवति अनेन चुरादिगणे कश्चन डजन्तदातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः णिच् प्रत्ययः विधीयते तदा प्रथमणिचः स्वार्थिकणिचः लोपः भवति. अतः एकस्मिन् धातौ णिच् केवलम् एकैव वारं सम्भवति. द्वितीयवारं णिचः विधानं भवति किन्तु मेलनिटि इत्यनेन प्रथमस्य लोपः भवति. अतः चुरादिकणे स्वार्थिकणिचि प्रेरणार्थिकणिचि तिगन्तरूपं समानमस्ति. यथा चुरिति सत्यापपाशरूपवीण् स्थूलश्लोकसेनलोम त्वचवर्मवर्णचुरा चूर्ण चुरादिभ्य णिच् इत्यनेन चुरादिगणे णिच् प्रत्ययः विधीयते स्वार्थे. चुर्योगणिच् चोरि स्वार्थे हेतुमति च इत्यनेन प्रेरणार्थेन चोरियोगणिच् पुनः चोरियोग इ. इदानीम् इ इति अनिच् आर्धात्मकप्रत्ययः अस्ति अतः चोरियोग इ नेरणिति इत्यनेन तत्र णिचः लोपः चोर्योग इ चोरि इति प्रेरणार्थे भवति. इदे लेप् अपि तत्र अनेक अर्धात्मकप्रत्ययः अस्ति खलु तत्र तथापि तत्रापि चोरि इति तत्र स्वार्थिकः अस्ति चेत् तत्रापि लोपः भवति खलु चोरि योग आम् आं महोदय आं सत्यं तदपि इडानुकूलः न किल तत्रापि इडागमः न भवति सत्यम् आम् वशीकृति वश यकाराय वश् नास्ति. कोऽपि किञ्चिदेव अवशिष्टं प्रायः तद् अग्रिमसप्ताहे समापयामः. सन् प्रत्ययानां ल्यप् विधानप्रक्रिया तस्मात् अनन्तरम् एकः अभ्यासः अस्ति तद् कृपया किञ्चित् गृहपाठरूपेण कुर्वन्तु. यत्किमपि पठितं तस्य विषये अस्ति एकस्मिन् केवलं सन् इत्यस्य न पूर्णतया अस्ति. अतः तद् समाप्य वयं क्रीडागमक्षेत्रं प्रविशामः. भगिनि काशिका वृत्ति बुक् बुक् इस् अभिकार्यम् अभीय कार्यं दट्स् वै अदर् सूत्र डजन् वर्क् अण्ड् लघु यपि लघु पूर्वात् एव कार्यं करोति. समीचीनं तदेव असिद्धवत् अत्र असिद्धवत् सम्यक् तदेव तदेव परन्तु आं सत्यं नेरनिटि इत्यस्य अपि अपवादः इति उक्तं किल अस्माकं करपत्रे अपि लघुपूर्वात् तस्मात् अपि पूर्वं तस्य अपवादत्वेन आगच्छति. अस्तु धन्यवादः. अग्रिमसप्ताहे एत पाठः समापयामः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः भगिनी.